अस्तु नमस्कारः अग्रे अनुवर्तयामः. इदानीं गतसप्ताहे वयं दृष्टवन्तः यावत् तावत् वयं दृष्टवन्तः. अहं यावत् मम पिता यावत् जानाति तावत् अहं न जानामि. यावत् सुन्दररीत्या सा बालिका लिखति तावत् सुन्दररीत्या अहं लेखितुं न शक्नोमि. अस्यां कूप्यां यावत् जलमस्ति तस्यां कूप्यां तावत् जलं नास्ति. इदानीम् उदाहरणं वक्तव्यमस्ति. यावत् तावत् अस्तु अभिनवमहोदय, यावत् सर्वे चिन्तयन्तु एकम् उदाहरणम्, अनन्तरम् अग्रे गच्छामः. यावत् तावत् यावत् जलम् अत्र अस्ति, यावत् जलं समुद्रे अस्ति तावत् जलं नद्यां नास्ति. यावत् तावत् कोऽपि वदति वा? यावत् जलं नद्याम् अस्ति तावत् जलं कूप्यां नास्ति. अन्यत् वाक्यं? यावत् जनानि एतस्मिन् नगरे सन्ति. जनाः अत्र यत्र गणनं भवति तत्र किञ्चित् भिन्नम् अस्ति. इदानीं यत्र मात्रा अस्ति न तु गणनं, यत्र मात्रा अस्ति तत्र वदतु. मापनं, यत्र मापनम् अस्ति नापनम्. यावत् कान्ति सूर्ये अस्ति तावत् कान्ति चन्द्रे नास्ति. समीचीनम्. अन्यत्? यावत् अमेरिका देशं विशालम् अस्ति भारतदेशं न देशः. समीचीनमेव. यावत् विशालः अमेरिका देशः अस्ति समीचीनम्, अत्युत्तमम्. अनन्तरं? यावत् समयं मम पुत्री पठति तावत् अहं न पठामि. पुनः वदतु. यावत् यावत् समयः मम पुत्री पठति तावत् अहं न पठामि. समीचीनमस्ति. सन्ध्या भगिनी वदति वा वाक्यं? यावत् विद्यालये छात्राः सन्ति तावत् गृहाणि नास्ति. गृहे नास्ति. किन्तु यत्र गणनं भवति तत्र मा वदतु. इदानीं गणनम्, इदानीं जनाः तेषां गणनं कौण्टिङ्ग्, तत्र यत्र यत्र गणनं भवति तत्र वयं न कुर्मः. किञ्चित् भिन्नम् अस्ति. यत्र गणनं नास्ति, इदानीं जनाः यावन्तः जनाः इति अस्ति. किन्तु अत्र यावत् विशालं, यावत् ज्ञानं, यावत् समीचीनं, यावत् जलं, यावत् वायुः, यावत् समार्दः इदानीं मार्गे समार्दः बहु अस्ति. यावत् समार्दः ट्राफिक् समार्दः. यत्र मात्रा अस्ति, कस्यचित् मात्रा, क्वान्टिटि न तु कौण्टिङ्ग्. तादृशं यत्र गणनं कौण्टिङ्ग् द स्टुडेण्ट्स् दट् वन् ऐ डोण्ट् वाण्ट् टु यूस् नाट् कौण्टिङ्ग् यथा जलम् अथवा वायुः. यस्य गणनं ज्ञानं ज्ञानं यावत् ज्ञानम् यावत् यावत् इति अस्ति यावत् यावत् यावत् जलं मम कूपी अस्ति कूप्यां कूप्याम् अस्ति तावत् सरोवरे नास्ति तावत् सरोवरे न यावत् सरोवरे अस्ति तावत् कूप्यां नास्ति अस्तु समीचीनम् वदतु सर्वे उक्तवन्तः वा यावत् यावज्ज्वलं यावज्ज्वलं पतति वृष्टिसमये यावज्जलं पतति तावज्ज्वलं हिमपातसमये न पतति न पतति समीचीनमस्ति अत्युत्तमम् अस्तु वदतु यावत् इन्धनतैलं तत् याने अस्ति यावत् इन्धनतैलं तत् याने अस्ति तावत् अन्यतया नास्ति तावत् यावत् इन्धनतैलं तत् याने अस्ति तावत् अन्यतया अन्ययाने अन्ययानेन नास्ति अन्ययाने याने नास्ति समीचीनं सा वक्तुमिच्छति वा अथवा श्रोतुमेव श्रोतुमेव वदतु यावत् फलं सुक्रे अस्ति तावत् फलं सुक्रे नास्ति सुक्रे लैक् स्वीट् ओ मिष्ठाने यावत् यावत् phalam, this fruit is sweet, that fruit. Phalam nama fruit. Phalam. Yeah. Did you say fruit or sweet? Phalam. Yavad? Sukre? Shukre? Sakara? Maduram asti. Maduram, you can say maduram. Maduram nama sweet, atwa mishthanam. Yavad sakara? So you want to say how much sugar or fruit? I said this sweetness of the fruit. This fruit is very sweet. Etat phalam yavat madhuram asti, tavat madhuram tat phalam nasti. Tavat madhuram. Madhuram. Madhuram. Madhuram. Oh, you're not comparing the fruit, you're comparing the sweetness. Yavat madhuram. यावत् तत् फलं यावत् मधुरम् अस्ति एतत् फलं यावत् तावत् तावत् मधुरं नास्ति एतत् फलं यावत् मधुरम् अस्ति अस्ति तत् फलं मधुरं तावत् तावत् मधुरं नास्ति समीचीनं समीचीनं समीचीनम् अस्तु तर्हि अग्रे गच्छेम इदानीं इदानीम् अहं यथा करोमि तथा कुर्वन्तु इति यथा तथा यथा करोमि तथा कुर्वन्तु यथा माता तथा पुत्री यथा तथा यथा राजा तथा प्रजा सुरेशः यथा लिखति तथा रामः अपि लिखति यथा तथा कालिदासः यथा लिखति तथा न कोऽपि लिखति लिखति कोऽपि न लिखति कोऽपि न लिखति एनिवन् कोऽपि कः अपि कः अपि संयोजनं कुर्मः कोऽपि कः अपि कः अपि कुक्कुरः यथा भषति तथा बिडालः न करोति कुक्कुरः यथा भषति बिडालः तथा न करोति यथा पिता तथा पुत्रः यथा अध्यापकः वदति तथा एव वदति छात्रः यथा तथा इदानीम् उदाहरणानि वदन्तु वा वदन्ति वा यथा तथा यदा समुद्र जले रुचि लैक् टेस्ट् स्वादः यदा समुद्रज्वलं स्वादः अस्ति तदा नद्या यदा समुद्रजलस्य स्वादः यदा समुद्रजलस्य स्वादः अस्ति तदा तथा तथा नद्याः जलस्य स्वादं नास्ति स्वादः नास्ति समीचीनम् अन्यत् यथा अहं पाकं करोमि तथा मम पुत्री कर्तुं न शक्नोति अस्तु अन्यत् उदाहरणं यदा अद्य ग्रीष्म अस्ति तदा गतसप्ताहे तथा गतसप्ताहे न आसीत् गतसप्ताहे न आसीत् नासीत् समीचीनम् अनन्तरं यथा सूर्यः ज्वलति तथा तस्य मुखः अपि ज्वलति यथा सूर्यः ज्वलति प्रकाशः सूर्यस्य ज्वलति तथा तस्य मुखः तस्य कस्यचित् यथा सूर्यः ज्वलति प्रकाशयति प्रकाशयति न यथा सूर्यः प्रकाशते तथा यथा सूर्यः प्रकाशते तथा तस्य मुखः अपि प्रकाशयति मुखं तस्य मुखम् अपि तस्य कस्यचित् जनस्य तस्य मुखम् अपि प्रकाशते तथा अस्ति अथवा शोभते अपि भवतु शोभते यथा सूर्यः शोभते I had one written when you were gone we had this homework Asti vadatu Yatha jyoti prakashyati prakashyate bodha divyate tatha bodhyah divyate divyate samichavasti vakyam divyate agre संध्या भगिनी वदतु वाक्यम् यथा सिंहः खादति तथा धेनुः न खादति समीचीनम् अथवा सिंहः यथा गर्जति तथा धेनुः न गर्जति खादति अपि समीचीनम् अग्रे यथा तत् वृक्षे पुष्पाणि सन्ति तथा फलं न सन्ति भवितुमर्हति अनन्तरम् अन्यत् सर्वे उक्तवन्तः वा यदा अध्यापकः संस्कृतं जानाति तदा अहं न जानाति अस्तु समीचीनम् अभिनव महोदय पठतु कृपया यथा सचिन तेंदुलकर क्रीडति तथा अहं न क्रीडामि यथा भीमसेन जोशी गायति तथा अन्यः न गायति यथा कालिदासः काव्यं लिखितवान् तथा अन्य कोऽपि न लिखति समीचीनम् अस्तु महोदय अग्रे दिलीप महोदय यथा रविवर्मा चित्रं चित्रयति चित्रं लिखति यथा रविवर्मा चित्रं लिखति तथा अन्य कोऽपि न लिखति. समीचीनं. चित्रं निर्माणे इति अर्थ केन वी यूस् निर्माति निर्माति यथा मम मित्रं गायति तथा अहं न गायामि. न समीचीनं. न गायामि. न गायामि. समीचीनम्. अग्रे यदा भवान् पाठयति पाठयति तदा अहं न तथा अहं न न पाठयामि. सः यथा सः उपन्यासं करोति तदा अहं न करोमि. अग्रे यथा मम अध्यापकः संस्कृतं जानाति तथा न जानामि. अस्तु. इति यथा तथा. अस्तु. अग्रे गच्छेम. यदा तत्र कृष्णफलकं यथा यथा यथा यथा तत् कृष्णफलकं फिल्ड् वित् रैटिङ्ग् लेखनेन पूरितम् लेखनेन पूरितं तथा तत्कृष्णफलकं लेखनेन न पूरितं न पूरितं. समीचीनमस्ति. लेखनेन का विभक्तिः अस्ति लेखनेन स्म स्म इति वयं जानीमः. स्म किञ्चित् अभ्यासं कुर्मः. अहं ह्यः पादाभ्यां बहिः गतवान् बहु किमपि दृष्टवान्. क्रीडाङ्गणे बालकाः क्रीडन्ति स्म. पुरुषः चर्चां कुर्वन्ति स्म एकः सर्पः गच्छति स्म. एकः बिडालः मार्गे निद्रां करोति स्म. बाल्ये अहं बहु पठामि स्म. स्म भूतकालार्थे गच्छति. गच्छति इति वर्तमानकालः. गच्छति स्म भूतकालः. पठति इति वर्तमानकालः. पठति स्म इति भूतकालः. तर्हि अहं वाक्यं वदामि, भवन्तः स्म योजयन्तु. अद्य बालकः पठति. ह्यः बालकः पठति स्म. अद्य महिला पचति. ह्यः महिला पचति स्म. इदानीं पिता कार्यं करोति पूर्वं करोति स्म. इदानीन्तनकाले बहवः यानानि सन्ति. पूर्वतनकाले बहवः यानानि एतत् त्यजाम. सन्ति इति न भवति तत्र. तत्र तथा न भवति. अद्य प्रौढाः कार्यं कुर्वन्ति. बाल्ये पठन्ति स्म. हा अस्ति. इदानीं माता लिखति. योजयतु. माता लिखति. पूर्वं लिखति स्म. शिशुः खादति. खादति स्म तावदेव अस्ति. अनुजः बहु वदति. पर्णानि पतन्ति. पूर्वे पर्णानि पतन्ति स्म न पतन्ति स्म. बालकः स्नानं न करोति. अस्तु. स्म इत्यस्य उदाहरणानि वदन्तु. स्म अहम् अपि संस्कृतं जानामि. स्म अहम् अपि संस्कृतं जानामि. पूर्वकाले अहं संस्कृतं न जानामि स्म. समीचीनम्. अनन्तरम् अहं बाल्ये कन्दुकेन क्रीडति स्म क्रीडामि स्म अनन्तरं स्म गतवर्षे अहं भारतदेशे वसामि स्म अस्तु समीचीनम् अनन्तरम् पर्वदिने सर्वे जनाः पूजा करोति स्म पूजां करोति सर्वे जनाः पूजां कुर्वन्ति स्म कुर्वन्ति स्म अनन्तरं संध्या भगिनी वाक्यं वदति वा सायंकाले ह्यः सायंकाले संस्कृत पठामि स्म संस्कृतं पठामि स्म हा समीचीनम् अनन्तरं कश्चन बाकः अपि कश्चन बाकः अपि तत्र बहुकालतः वसति स्म उदय प्रातःकाले अहं योगाभ्यासं कुर्वन्ति स्म करोमि स्म करोमि स्म अधा स्म इत्यस्य अत्र अर्थद्वयमस्ति वास् डूयिङ्ग् इत्यपि अस्ति यूस् टु डू इति अपि अस्ति द्वयमपि तो अत्र कस्मिन् अर्थे वास् डूयिङ्ग् किन्तु बाल्यकाले यूस् टु डू अद्य अहम् आसनानि करोमि अद्य प्रातःकाले अहम् आसनानि करोमि स्म तत्र ऐ वास् ऐ यूस् टु डू इति न वदामः खलु ऐ वास् डूयिङ्ग् कुत्रचित् वास् डूयिङ्ग् अस्ति कुत्रचित् यूस् टु डू द्वयमपि समीचीनमस्ति न द्वयमपि अस्ति तृतीय अर्थः अपि अस्ति अत्र तृतीय अर्थः अभ्यासपुस्तकस्य स्तरीय उदाहरणं नास्ति किन्तु अहं वदामि एकवारं मम मित्रं मम गृहम् आगच्छति अहं चिन्तितवान् यत् तत्र गमिष्यामि किन्तु सः आगच्छति सः मम गृहम् आगच्छति तस्मिन् समये अहं तं वदामि यत् ओ राम अहं भवतः गृहम् अहम् आगच्छामि स्म किन्तु भवान् मम गृहम् आगतवान् ऐ वास् गोयिङ्ग् टु गो बट् यु केम् तादृश अर्थः अपि अस्ति तत् तृतीय अर्थः अस्ति सः अस्तु अन्य अत्र दिलीपमहोदय कृपया पठतु अत्र अस्माकं किं लिखितमस्ति सुन्दरेशः बन्धुगृहं गत्वा आगतवान् तत्र कः किं करोति स्म इति सः मातरं वदति मातरं ध्यानं करोति स्म मातुलानि पचति स्म अस्तु अनन्तरं भगिनि मातुलः गायति स्म रमा रामा क्रीडति स्म रमा क्रीडति स्म अनन्तरं सुधा ओ करोति स्म किं करोति स्म सुधा कार्यं करोति स्म कार्यं करोति स्म सुन्दरेशः बन्धुगृहं गत्वा आगतवान् तत्र कः किं करोति स्म इति सः मातरं वदति अत्र वास् डूयिङ्ग् इति अर्थः खलु यूस् टु डू इति न अर्थः खलु यत्किमपि रमेशः आसनं करोति स्म अग्रे लीला लीला शुभ्रम मातामही शिशुपालनं करोति स्म अकॉर्डिंग टू द पिक्चर मातामहः ध्यानं करोति स्म मातुलानि पाकं करोति स्म मातुलः पूजां करोति स्म रमा शयनं करोति स्म समीचीनं सुधा पठनं करोति स्म पठति स्म रमेशः क्रीडति स्म लीला मार्जनं मार्जनं मार्जनं भविष्यति मार्जनं समीचीनं मार्जनं करोति स्म मार्जनम् इस् डिफरेण्ट् ऐ थिङ्क् मार्जनं मीन्स् लैक् इस् लैक् मार्जनं मीन्स् वैफिङ्ग् अस्ति मनसि लीला सम्मार्जयति स्म मातामही शिशुपालनं करोति स्म अस्तु समीचीनं त्वा इति वयं जानीमः अत्र बालकः ग्रन्थालयं गच्छति बालकः पठति तर्हि बालकः ग्रन्थालयं गत्वा पठति इति अस्ति तर्हि पुरुषः स्नानं करोति पूजां करोति किं भवति हा बालिका क्रीडति गृहपाठं करोति बालिका कुक्कुरः खादति निद्रां करोति माता पुस्तकं नयति पुत्रस्य कृते ददाति पुत्रस्य कृते ददाति शिशुः शुनकं पश्यति भयम् अनुभवति अस्तु रूपाणि पठति पठित्वा पतति क्रीडति वदति उक्त्वा अथवा उदित्वा वस्तुतः वदति इत्यस्य उदित्वा किन्तु तत्र क्रियापदद्वयमस्ति वक्ति वदति अर्थः समानः तत्र वदति इति रूपं सामान्यमस्ति वक्ति इति अपि शुद्धं किञ्चित् असामान्यमस्ति वयं वदामः किञ्चित् असामान्यमस्ति वदति इति सामान्यमस्ति तत्र वक्ति इत्यस्य क्त्वान्तरूपमस्ति तत्र उक्त्वा तत्र वक्ति इत्यस्य उक्त्वा रूपं सामान्यमस्ति उदित्वा किञ्चित् असामान्यमस्ति द्वयमपि समीचीनम् उक्त्वा उदित्वा अस्तु लिखति लिखित्वा पृच्छति मिलति खादति करोति प्रेषयति स्थापयति स्मरति स्मृत्वा इच्छति इष्ट्वा सूचयति निन्दति निन्दित्वा गच्छति पिबति नयति पश्यति दृष्ट्वा भवति भूत्वा त्यजति जानाति ज्ञात्वा शृणोति ददाति दत्त्वा गृह्णाति गृहीत्वा रोदिति रुदित्वा शक्नोति शक्त्वा क्रीणाति क्रीत्वा क्रीत्वा प्रक्षालयति अत्र विशेषः अस्ति अत्र विशेषः अस्ति जानन्ति वा यत्र यत्र उपसर्गः अस्ति तत्र क्त्वा न भवति यत्र उपसर्गः अस्ति अत्र क्षालयति इति क्रियपदं क्षालयति किन्तु प्रक्षालयति तत्र प्र उपसर्गपूर्वकः क्षालधातुः तर्हि प्रक्षालयति तत्र तत्र प्रक्षाल्य तत्र क्त्वा आसीत् अत्र ल्यप् इति वयं वदामः इति प्रत्ययः अस्ति ल्यप् अहं न अवगच्छामि अस्तु अस्तु अस्तु तर्हि अत्र किमस्ति उदाहरणार्थं गत्वा द्वाविंशतिः उपसर्गाः सन्ति द्वाविंशतिः उपसर्गाः सन्ति उप अधि आ नि निश् एतादृशाः उपसर्गाः द्वाविंशतिः 22 प्रिफिक्सेस् हा उपसर्गाः यत्र धातुः अस्ति उदाहरणार्थं गच्छति गच्छति इत्यस्य गत्वा किन्तु यदि वयम् उपसर्गं संयोजयामः अधि प्लस् गच्छति तत्र अधिगम्य य भवति क्त्वा न भवति य तस्य रूपं रूपस्य नाम ल्यप् ल्यप् इति नाम अस्ति क्त्वा अत्र क्त्वा इति लिखितमस्ति क्त्वा यत्र उपसर्गः नास्ति तत्र क्त्वा इति रूपम् अस्ति यत्र उपसर्गः अस्ति तत्र ल्यप् इति रूपम् अस्ति अर्धलकारे यकारः अकारः पकारः ल्य पकारे हलन्त् उपसर्गः अस्ति तत्र अस्ति रैट् ल्यप् अस्ति तर्हि क्षालयति क्षालयित्वा प्रक्षालयति प्रक्षाल्य इति अस्ति तिष्ठति तिष्ठति इत्यस्य स्थित्वा स्थित्वा उत्तिष्ठति इत्यस्य उत्थाय अनन्तरम् उपविशति इत्यस्य उपविश्य उपविशति उपविश्य आगत्य अधि अधि गम्य इति न तत्र भिन्नमस्ति गच्छति इति गत्वा अधिगच्छति इति अधिगत्य गत्य गम्य इति न गत्य गच्छति गत्वा आगच्छति आगत्य इति अस्ति करोति स्वीकरोति स्वीकृत्य नयति आनयति आनीय आह्वयति आहूय आहूय आहूय हा अस्तु अनन्तरं पिता स्नानं करोति कार्यालयं गच्छति पिता स्नानं कृत्वा कार्यालयं गच्छति समीचीनमस्ति माता पुस्तकं पठति पुत्रीम् आह्वयति माता पुस्तकं पठित्वा पुत्रीम् माता पुत्रीम् आह्वयति ताम् पाठं पाठयति माता पुत्रीम् आहूय तं पाठं पाठयति माता पाठं पाठयति निद्राति माता पाठं पाठयित्वा निद्राति अग्रजः जलं पिबति बहिः गच्छति अग्रजः जलं पीत्वा बहिः गच्छति अस्तु संध्या भगिनी कर्मकरः भोजनं खादति कार्यं करोति कर्मकरः भोजनं खादित्वा पुनः कर्मकरः भोजनं खादति कार्यं करोति भोजनं खादित्वा कार्यं करोति हा समीचीनम् अस्तु अस्तु अनुजा स्थालिकां प्रक्षालयति दूरदर्शनं पश्यति अनुजा स्थालिकां प्रक्षालयित्वा प्रक्षाल्य दूरदर्शनं पश्यति अग्रे राष्ट्रपतिः भाषणं करोति सचिवेन सह चर्चां करोति राष्ट्रपतिः भाषणं करोति सचिवेन सह चर्चां करोति राष्ट्रपति भाषणं कृत्वा सचिवेन सह पाठं अस्तु बालिका करोति वा बालिका क्रीडानकं क्रीणाति क्रीडति बालिकां क्रीडतं क्रीत्वा क्रीडनकं बालिका क्रीडनकं बालिका क्रीडनकं क्रीणाति क्रीडति बालिका क्रीडनकं क्रीडनकं क्रीत्वा क्रीत्वा क्रीडति आपणे धनं दत्त्वा क्रीणाति अनन्तरं क्रीडति अवनतमा buys a toy at a store and plays आपना means store so क्रीणाति means purchase so then आपर क्रीडति means play अस्तु इदानीं वाक्यानि वदन्तु सर्वे वदन्तु सुरेशः बहिः गत्वा क्रीडति समीचीनम् अनन्तरम् अहं संस्कृत कक्षां गत्वा संस्कृतकक्षां गत्वा पुस्तकं क्यारि सौडु वैसे क्यारि नयामि पुस्तकं नयामि गत्वा नयामि गत्वा नयामि अहं न तत् विपरीतक्रमे अस्ति खलु अहं गत्वा कक्षायां नयति वा कक्षायां नयति न अहं पुस्तकं नीत्वा कक्षां गच्छामि खलु खलु भवान् न वदति अहं खलु है न अहं खलु इति वदामि भवान् वदतु आम् अस्तु अन्यत् वाक्यं सर्वे वदन्ति सर्वे वदिष्यन्ति एकवाक्यं न दशवाक्यानि नाम निरन्तरवाक्यं भवति अनेन अस्माकम् अभ्यासः भवति अहम् अद्य गृहं गत्वा निद्रां करोमि समीचीनं संस्कृतकक्षाम् आगत्य संस्कृतं जानामि संस्कृतं तस्य ज्ञानं प्राप्नोमि Anantaram. Vakyam. But is it supposed to be like this way? Kim? Tatha, yatha, tatha. Okay. Tatha bhavati va? Thing is, aham, aham, neet, aham, jnanati, jnani. Jnatva, sanskrita kaksham, agachami. No, no, tatha nasti. Eganveshaha. Sahayam kurvantu, kintu tatha na bhavati. Kimartham doshaha asti yatra. यत्र लक्ष्यमस्ति यत्र प्रयोजनमस्ति तद् द्वितीयम् अस्ति अत्र टु मून् वयं जानीमः वा गन्तुं जानीमः एतावता प्रायः न जानीमः तत्र तथा भवति अहं संस्कृतं ज्ञातुं संस्कृतकक्षाम् आगच्छामि अथवा अहं संस्कृतकक्षाम् आगत्य संस्कृतज्ञानं प्राप्नोमि आगत्य प्राप्नोमि अतः भवतः नाम पुस्तकनयनम् एतत् सर्वं विपरीतक्रमेण जातं खलु विपरीतक्रमेण जातं यत् प्रथमकार्यमस्ति तस्य कृत्वा यत् लक्ष्यमस्ति तद् द्वितीयमस्ति एकशिष्यः पुस्तकं पठित्वा लिखति एकशिष्यः पुस्तकं पठित्वा लिखति समीचीनम् अनुलिखति समीचीनम् अनन्तरं महोदय वाक्यं वदति वा अहं DC नगरं गत्वा मित्रं मिलामि मित्रेण सह मिलामि समीचीनम् अनन्तरं संध्या भगिनी बालिका पतित्वा रोदति अस्तु समीचीनम् अहं गृहं गत्वा दूरदर्शनं पश्यामि वदतु सर्वे उक्तवन्तः वा रामः लङ्कानगरं गत्वा रावणं मारयति समीचीनम् अनन्तरं किं चिन्तयित्वा एकं वाक्यं रचयित्वा श्रावयामि वदामि अनन्तरं वदन्तु शीघ्रं सर्वेषां पार्श्वे कथा अस्ति वा कथा अस्ति कथा अस्ति सर्वेषां पार्श्वे कुत्रचित् वंशकः शीर्षकः कः शीर्षकः वञ्चकः बकः मीन्स् ब्याड् चीटिङ्ग् कुत्रचित् अरण्यप्रदेशे एकं सरोवरम् आसीत् तत्र बहवः जलचराः आसन् कश्चन बकः अपि तत्र बहुकालतः वसति स्म कालान्तरे सः बकः वृद्धः अभवत् वार्धक्ये सः मत्स्यान् ग्रहीतुमपि असमर्थः अभवत् असमर्थः अभवत् इदानीं कथाम् आहारः सम्पादनीयः इति चिन्तयन् सः एकम् उपायम् अन्विष्टवान् सरोवरस्य तीरे स्थित्वा अश्रूणि मुञ्चन् सः रोदितुम् आरब्धवान् अस्तु पश्यामः वञ्चकः बकः अत्र यः वञ्चयति सः वञ्चकः अवगच्छामः वा सर्वे वञ्चकः अवगच्छति अस्तु वञ्चकः बकः चीटिङ्ग् क्रीणति कुत्रचित् नाम अभवत् कदा इति न जानीमः कस्मिंश्चित् समये अभवत् सत्यं कदा कस्मिन् दिनाङ्के वयं न जानीमः किन्तु अभवत् कुत्रचित् अरण्यप्रदेशे एकं सरोवरम् आसीत् अवगतम् तत्र बहवः जलचराः आसन् प्रायः आसन् कश्चन बकः अपि तत्र बहुकालतः वसति स्म कालान्तरे मीन्स् आफ्टर् द सम टाइम कालस्य गमनेन सः बकः वृद्धः अभवत् वार्धक्ये इत्युक्ते अत्र एतादृशम् अनुवादमान् न कुर्मः भवती यदि किमपि वक्तुम् इच्छति तर्हि संस्कृतेन वदतु नो चेत् मौनं तिष्ठतु अत्र आङ्ग्लभाषायां न कापि आवश्यकता न किमपि साहाय्यं भवति अस्माकम् अत्र उदाहरणार्थं वदामि वार्धक्यम् इत्युक्ते वृद्धावस्था अथवा वृद्धस्य भावः वृद्धः प्रायः सर्वे जानन्ति एव वृद्धः वृद्धसमये वार्धक्य अत्र एकः प्रत्ययः अस्ति येन तस्य भावः उदाहरणार्थं सुन्दरता तत्र सुन्दर इत्यस्य भावः सुन्दरता नो चेत् सौन्दर्यं यथा सुन्दर सौन्दर्यं यथा तथैव वृद्ध वार्धक्यम् इति वार्धक्ये इति अस्ति का विभक्तिः सप्तमी विभक्तिः नाम अधिकरणभावः कुत्र अस्ति अथवा कस्याम् अवस्थायां वार्धक्ये सः मत्स्यान् ग्रहीतुमपि असमर्थः अभवत् मत्स्यान् अत्र द्वितीयविभक्तिः बहुवचनम् कर्मपदम् मत्स्यान् ग्रहीतुम् तत्र तुमून् वयं ज्ञास्यामः ग्रहीतुम् अत्र इदानीम् अहं पठितुं नाम पठनार्थं पठितुं कक्षां गच्छामि अहम् कक्षाम् गत्वा पठामि अथवा अहम् पठितुम् कक्षाम् गच्छामि. किमर्थम् पठितुम्? पठनार्थम्. तो अत्र सः मत्स्यान् ग्रहीतुम् अपि असमर्थः अभवत्. अवगतं वा? सन्ध्या भगिनी अवगच्छति वा? सन्ध्या भगिनी अवगच्छति. अस्तु. विजया न ग्रहीतुं ग्रहणार्थं ग्रहीतुं ग्रहीतुम् असमर्थः. यत्र असमर्थः अभवत्. इदानीं कथम् आहारः सम्पादनीयः इति चिन्तयन् अत्र नूतनरूपमस्ति. चिन्तयन् इत्युक्ते यत्र निरन्तरकार्यमस्ति. उदाहरणार्थम् अहं बहिः चलामि. बहिः चलामि, बालकान् पश्यामि. अहं बहिः चलन् बालकान् पश्यामि. नाम अहं गच्छामि, अहं गत्वा चलित्वा अहं पश्यामि. कार्यद्वयम् एकस्मिन् समये न. तत्र चलित्वा इत्युक्ते तत्र भेदः अस्ति. चलित्वा नाम प्रथमतया अहं चलामि, अनन्तरम् अहं पश्यामि. चलितुं पश्यामि नाम प्रथमतया अहं चलितुं पश्यामि इत्युक्ते अहं चलामि येन अहं द्रष्टुं शक्नोमि. अहं पठितुं गच्छामि, तर्हि अहं पठितुं गच्छामि नाम अहं प्रथमतया गच्छामि, अनन्तरम् अहं पठामि. चलितुं पश्यामि तस्य अर्थः नास्ति. चलित्वा पश्यामि इति तत्र अर्थः अस्ति. चलितुं पश्यामि नाम अहं पश्यामि येन अहं गन्तुं शक्नोमि. भवितुमर्हति नाम चलितुं पश्यामि नाम प्रथमतया अहं पश्यामि. किमर्थं पश्यामि? येन अहम् अनन्तरं गन्तुं शक्नोमि. माता वदति यत् अत्र उपविशतु, पश्यतु, तदनन्तरमेव गच्छतु. अस्तु, चलितुम् अहं पश्यामि. प्रथमतया अहं पश्यामि, अनन्तरं माता वदति यत् अनन्तरम् अहं गन्तुं शक्नोमि. तर्हि चलन् इत्युक्ते निरन्तरकार्यमस्ति. एकस्मिन् समये कार्यद्वयमस्ति. अहं गच्छन् पश्यामि अथवा पश्यन् गच्छामि, एकमेव. तत्र यस्मिन् समये अहं गच्छामि तस्मिन् समये अपि अहं पश्यामि. द्वयमपि एकस्मिन् समये. अहम् उक्तवान्, भवती भवती अवगतवती, तर्हि पर्याप्तमस्ति. नाम अनुवादस्य आवश्यकता नास्ति, भवती अवगतवती खलु. नाम अत्र किमस्ति, अस्माकम् अभ्यासस्य परिवर्तनम् अपेक्षितमस्ति. यतोहि यदि प्रतिवारं वयम् अनुवादं कुर्मः, तस्य अर्थः कः? अस्माकं चिन्तनम् आङ्ग्लभाषया भवति. किन्तु अनुवादं न कुर्मः चेत् तत्र महान् लाभः अस्ति. किमर्थम्? अस्माकं चिन्तनं संस्कृतेन भवति, अस्माकम् अवगमनं संस्कृतेन भवति. समीचीनमस्ति. अतः तत् क्षिपतु, अत्र क्षिपतु, तस्य आवश्यकता नास्ति, तस्य लाभः नास्ति. कदाचित् वर्षे एकवारं कदाचित् अहम् अनुवादं करोमि यदा कोऽपि उपायः नास्ति तदा. अस्तु, तर्हि अत्र अहं चिन्तयन् गच्छामि. यस्मिन् समये अहं गच्छामि तस्मिन् समये चिन्तयन् गच्छामि. तर्हि अत्र इति चिन्तयन् इदानीं कथम् आहारः सम्पादनीयः इति चिन्तयन् सः एकम् उपायम् अन्विष्टवान्. उपायम् अन्वेषणं जानीमः. सन्ध्या भगिनी अवगच्छति वा? न. अहं मम अवगच्छति. तर्हि प्रश्नः कः? अन्विष्टवान् नाम अन्वेषणं. मम पुस्तकं कुत्र अस्ति? अत्र पश्यामि, अत्र पश्यामि, अत्र पुस्तकं कुत्र अस्ति, पुस्तकस्य अन्वेषणं करोमि. एतादृश अभ्यासः सर्वे. तर्हि अहम् अन्विष्टवान्, सः एकम् उपायम् अन्विष्टवान्. सरोवरस्य तीरे स्थित्वा भूत्वा अश्रूणि मुञ्चन्. नाम मुञ्चन् तत्र धातुः अस्ति मुच्, नाम मुक्तिः. यथा मुक्तिः मुक्तिः तथा अयमेव अर्थः मुञ्चन्. अहम् अश्रूणि अश्रूणां मुक्तिं करोमि, यतः मुक्तिः भवति अश्रूणां. नाम अत्र साहित्यिक नाम शैली अस्ति, साहित्यिकशैली अस्ति. आश्रुणिमुञ्चन् सः रोदितुम् आरब्धवान्. अत्र तुमुन् इत्यस्य बहवः अर्थाः सन्ति. उदाहरणार्थम् अहं कार्यं कर्तुम् इच्छामि. यत् इच्छामः, अहं गन्तुम् इच्छामि, कर्तुम् इच्छामि, पठितुम् इच्छामि, यत्किमपि इच्छामि, तत्र तुमुन् भवति चेत् तस्य नाम सङ्केतः भवति गन्तुम् इच्छामि इदानीम्. अथवा शक्नोति, अहं कार्यं कर्तुं शक्नोमि, अहं संस्कृतभाषाम् अवगन्तुं शक्नोमि. तुमुन् अपि तथा अस्ति. तर्हि अत्र आरब्धवान् अत्र रोदितुम् आरब्धवान्, रोदितुं शक्नोति, इच्छति, आरभ्यते अत्र आरब्धवान् भूतकाले आरभते. आरब्धवान् आरम्भं कृतवान्, आरम्भं कृतवान्, आरम्भम् आरम्भं स्टार्ट् आरम्भं कृतवान् आरब्धवान्. रोदितुम् आरब्धवान्. अस्तु भगिनी अग्रे पठतु. तदा एकः कर्कटकः तस्य समीपम् आगत्य पृष्टवान् माम किमर्थं भवान् रोदनं करोति इति. अग्रे तदा बकः उक्तवान् अद्य दैवज्ञमुखतः अहम् एकां दुर्वार्तां श्रुतवान्. इतः परं द्वादशवर्षपर्यन्तम् अत्र अनावृष्टिः भविष्यति इति. अस्माकं सरोवरे किञ्चिद् एव जलम् अस्ति, शीघ्रमेव तदपि शुष्कं भविष्यति. तदा मम बान्धवाः भवन्तः सर्वे अपि मृताः भविष्यति भविष्यन्ति किल इति मम अतीव दुःखम् इति कर्कटकः इति जानीमः वा कर्कटकः तस्य किं कथां वदामि कर्कटकः कर्कटकः समुद्रे यः वसति कर्कटकः कर्तन अस्ति अवगच्छति वा सन्ध्या भगिनी कर्कटकः अस्ति तर्हि अत्र तदा किम् एतावता किं भवति स्म प्रथमे तत्र बकस्य किम् अभवत् प्रथमे भागे किम् अभवत् बकस्य विधः अभवत् अभवत् इति कारणतः किम् वृद्धः अभवत् इति कारणतः किं फलमासीत् ग्रहीतुं न शक्तवान् दुर्गतिः दुरवस्था तर्हि तदा उपायं चिन्तयन् सः रोदति स्म तदा एकः कर्कटकः तस्य समीपम् आगत्य पृष्टवान् मम किमर्थं भवान् रोदनं करोति इति अस्तु तदा बकः उक्तवान् वञ्चकः अस्ति खलु बकः वञ्चकः तदा बकः उक्तवान् अद्य दैवज्ञमुखतः दैवज्ञ वयं जानीमः खलु तादृशम् आस्ट्रालजर् इति चिन्तयतु तर्हि बकः अत्र अद्य दैवज्ञमुखतः अहम् एकां दूरवार्तां श्रुतवान् किं श्रुतवान् इतः परं द्वादशवर्षपर्यन्तम् अत्र अनावृष्टिः भविष्यति इति अनावृष्टिः इत्युक्ते वृष्टिः न भविष्यति इति अस्माकं सरोवरे किञ्चित् एव जलम् अस्ति शीघ्रमेव तदपि शुष्कं भविष्यति तदा मम बान्धवाः भवन्तः सर्वे अपि मृताः भविष्यन्ति किल इत्युक्ते खलु समानमेव किल हेना किल खलु किल अल्पप्राणः खलु इति महाप्राणः किल खलु भविष्यति किल इति मम अतीव दुःखम् इति तत् वास्तविकवार्ता आसीत् वास्तविकवार्ता तथा आसीत् वा न वास्तविकवार्ता का किमर्थं रोदति स्म आहारमपि भवितुम् आहारं ग्रहीतुम् असमर्थः अथवा न शक्नोति स्म इति कारणतः सः रोदति स्म किन्तु सः एवं रीत्या अनुक्त्वा अन्यां कथां श्रावितवान् किम् उक्तवान् कीदृशी कथा किम् उक्तवान् वदतु द्वादशवर्षपर्यन्तम् अनावृष्टिः भवति इति उक्तवान् इति कारणतः अनन्तरं किं भविष्यति फलं किं फलं तस्य जले सरोवरे तस्य सरोवरे जलं शुष्कं भवति किञ्चिदेव जलं तदा सर्वबान्धवाः अपि मृताः भवति मृताः भविष्यन्ति इति मिथ्यकथां श्रावितवान् मिथ्यकथां तत् श्रुत्वा कर्कटकः ताम वार्ताम अन्य जलचरान् निवेदितवान्। ते सर्वे अपि भीताः बकस्य समीपम् आगतवन्तः। विनयेन तं पृष्टवन्तः, अस्माकं प्राणरक्षणार्थं कोऽपि उपायः अस्ति वा इति। तर्हि किम् अभवत्? कर्कटकः तां कथाम् अन्य जलचराम् उक्तवान्। जलचराः अपि भयम् अनुभूतवन्तः। अनन्तरं ते जलचराः बकं पृष्टवन्तः कोऽपि उपायः भवति वा इति। यदि पृष्टवान् सर्वे अवगच्छन्ति वा? सन्ध्या भगिनी, स्पष्टमस्ति वा? न? अस्तु, किञ्चित् इतोपि वदामः। तदा बकः उक्तवान्, भवती किम् अवगच्छति इति वदतु, किम् अवगच्छति? बकः उपायं करोति, भोजनार्थम् उपायं करोति। तत्तु अस्ति एव, किन्तु अनन्तरम् आगच्छति एतत् सर्वं। अस्मिन् अत्र अन्तिमभागे किम् अवगच्छति? अन्तिमभागे जलं नास्ति इति उक्ते उक्तवान् बकः बहु जलः। अनन्तरं कर्कटकः बकस्य मित्रः मित्रम् पृष्टति बकः कथं बकः कर्करतम् उक्तवान् जलं नास्ति सरोवरे। जलं नास्ति सरोवरे, किन्तु किम् अभवत् तदनन्तरम्? अपि न महोदय, किं पठितवान् महोदयः? किं पठितवान् इदानीं? कर्कटः तत् वार्ताम् अन्यजलचरान् श्रावितवान्। अनन्तरं ते सर्वे बकस्य समीपे आगत्य कश्चित् उपायम् अस्ति वा इति पृष्टवान्। इति पृष्टवान्। अस्तु, अग्रे गच्छेम। तदा ते जलचराः तदा बकः उक्तवान्, इतः किञ्चित् दूरे अन्यतः एकं सरोवरम् अस्ति, अन्यत् एकं सरोवरम् अस्ति, तत्र प्रभूतं जलम् अस्ति, तत् कदापि शुष्कं न भविष्यति। यदि भवन्तः मम पृष्ठम् आरोहन्ति तर्हि अहं भवतः सर्वान् तत्र नयामि इति। अवगतं वा? तदा बकः उक्तवान्, वञ्चकः अस्ति खलु, इतः किञ्चित् दूरे अन्यत् एकं सरोवरम् अस्ति, तत्र प्रभूतं जलमस्ति, बहु जलमस्ति, तत् कदापि शुष्कं न भविष्यति। यदि भवन्तः मम पृष्ठम् आरोहन्ति, यथा वृक्षः अस्ति अहम् आरोहामि, उपरि गच्छामि, आरोहामि, तर्हि आरोहन्ति, तर्हि अहं भवन्तः सर्वान् तत्र नयामि इति उक्तवान्। अस्तु, तदा ते जलचराः महता उत्साहेन तं परितः स्थितवन्तः। बकः तान् पृष्ठे आरोप्य ततः प्रस्थितवान् किञ्चित् दूरे एका शिला आसीत्, तत्र तान् स्थापयित्वा सः सन्तोषेण खादितवान्। एवमेव सः बहून् जलचरान् खादितवान्। किम् अभवत्? तदा ते जलचराः महता उत्साहेन तं परितः स्थितवन्तः। अत्र महता उत्साहेन, अत्र महान् उत्साहः, महान् उत्साहः इति प्रथमाविभक्तौ अस्ति। उत्साहः इत्यस्य तृतीया किम्? हा, महान् इत्यस्य तृतीया अपि तथा महता। वस्तुतः महान् इत्यस्य मूलरूपं महत्, अत्र उत्साहः अकारान्तशब्दः उत्साह मूलरूपमस्ति उत्साह। तो एतावता वयम् अकारान्तशब्दानां विषये एव जानीमः, तकारान्तशब्दानां विषये वयं न जानीमः। एतादृशाः बहवः शब्दाः सन्ति, अग्रे गत्वा वयं ज्ञास्यामः। इदानीम् उत्साहेन वयं जानीमः, तस्य तृतीय महान् इति अपि महता इति भवति। यथा भवत् शब्दः, भवतः नाम किम्? भवत् इति तकारान्तशब्दः अस्ति, तकारान्तशब्दः। अतः यथा पुस्तकं षष्ठी किं भवति? पुस्तकस्य। किन्तु भवान् तस्य षष्ठी किम्? भवतस्य इति न भवति, भवतः नाम किम्? भवतः नाम किं? भवतः। तत् अतः नाम रूपं किञ्चित् भिन्नम् अस्ति। महान् महत् इति अस्ति षष्ठी महतः, भवतः नाम किं? महतः, भवतः। अग्रे गत्वा द्रक्ष्यामः। तर्हि तदा ते जलचराः महता उत्साहेन तं परितः स्थितवन्तः। नाम उत्साहेन तत्र तृतीयविभक्तिः अस्ति। वयं जानीमः यत् तृतीया कुत्रचित् माध्यमं भवति। अहं हस्तेन कार्यं करोमि, लोकयानेन कार्यालयं गच्छामि, किन्तु कुत्रचित् भावार्थः अस्ति, भाववाचकः, भावसूचकः, सन्तोषेण आगच्छामि, सन्तोषेण। अत्र उत्साहेन, महता उत्साहेन। अनन्तरं बकः तान् पृष्ठे आरोप्य, कीदृशरूपम् अस्ति वयं जानीमः? कीदृशरूपम् अस्ति? अद्य वयं पठितवन्तः आरोप्य। नाम अत्र मूलधातुः अस्ति रुः, रुधातुः रोहति, तो रोहति तस्य क्त्वा रूपं रोहित्वा रुध्वा, तत्र रुध्वा तत्र किञ्चित् इरेग्युलर् अस्ति रुध्वा रुध्वा, किन्तु रुध्वा किन्तु आ इति उपसर्गः अस्ति, तत्र क्त्वा न भवति, तत्र आरोप्य तत्र ल्यप् यथा स्वीकृत्य प्रक्षाल्य अत्र आरोप्य अत्र अत्र चिन्ता मास्तु, अग्रे गत्वा एतादृशं ज्ञानं वयं प्राप्स्यामः, किन्तु अत्र य इति अस्माकम् अवधानं तत्र अस्ति य आरोप्य, किमर्थमिति चेत् अत्र रोहति आरोहति आरोप्य आरोपयति न पकारः द्रष्टव्यमस्ति, किमर्थं पकारः अस्ति किन्तु आरोप्य परितः वदामि अत्र परितः उत्साहेन तं परितः स्थितवन्तः, परितः नाम सर्वासु दिक्षु सर्वासु चतुर्षु दिक्षु चतुर्दिशा परितः केवलम् एकस्यां दिशि न, अत्र पुरतः अत्र अत्र पूर्वतः पृष्ठतः वामतः दक्षिणतः किन्तु परितः परतः परितः तं परितः स्थितवन्तः, बकः तान् पृष्ठे आरोप्य ततः प्रस्थितवान् प्रस्थितवान् नाम प्रस्थानं कृतवन्तः प्रस्थानं कृतवन्तः प्रस्थान इतः प्रस्थानं गच्छामः इतः गच्छामः प्रस्थानं कृतवन्तः प्रस्थितवान्, किञ्चित् दूरे एका शिला आसीत् शिलाखण्डः खलु तत्र तान् स्थापयित्वा स्थापयामः पुस्तकम् अत्र स्थापयामः स्थापयित्वा सः सन्तोषेण खादितवान् एवमेव सः बहून् जलचरान् खादितवान्, समीचीनम् अस्तु सर्वे एकस्मिन् दिने कर्कटः उक्तवान् मम कर्कटकः उक्तवान् मम अद्य मां नयतु इति, अस्तु अद्य कर्कटकस्य मांसं खादामि इति चिन्तयित्वा बकः तं पृष्ठे आरोपितवान् वध्यशिलां प्रति गतवान् च, कर्कटकः समीचीनमस्ति अत्र पश्यन् अस्मि अत्र आरोपितवान् पकारः अत्र अस्ति यतोहि तत्र कुत्रचित् यत्र रोहति आरोपयति तत्र पकारः कुत्रचित् आगच्छति यत्र प्रेरणार्थे भवति प्रेरणार्थे पठति पाठयति गच्छति गमयति एवं यत्र पिबति पाययति यत्र प्रेरणार्थक अर्थः अस्ति तत्र पकारः कुत्रचित् आगच्छति, यथा यत्र सामान्यतया यत्र आकारात् धातुः दा धातुः ददाति दापयति पकारः भवति, अत्र अत्र अकारान्त धातुः नास्ति किन्तु तथापि पकारः आरोपयति, एकस्मिन् दिने कर्कटकः उक्तवान् मम अद्य मां नयतु इति, कुत्र नयतु तत्र अन्यसरोवरम् अस्ति तत्र, अस्तु अद्य कर्कटस्य मांसं खादामि इति चिन्तयित्वा बकः तं पृष्ठे आरोपितवान् वध्यशिलां प्रति गतवान् च वध्यशिला नाम वध्य यत्र मारणं भवति वध्य वध्यशिला नाम वध्यस्थलं यत्र मारणं मरणं न मारणं यत्र मारणं भवति तत्र वध्यशिला अस्ति वध्यस्थलम् उदाहरणार्थं ददाति देयं देयं जानीमः वा देयं दातव्यम् इति अर्थः देयं दातुं योग्यं देयं मारयितुं योग्यम् अत्र वध्यं कर्तुं योग्यं कार्यं दातुं योग्यं देयं मारयितुं योग्यं वध्यम् इति रूपमस्ति कार्यं कार्यम् इत्युक्ते किं यत् कर्तुं योग्यमस्ति तत् अवगतं वा यत् कर्तुं योग्यमस्ति तत् कार्यमस्ति कार्यमित्युक्ते करणीयं कर्तव्यं कार्यम् एकम् एकमेव दानीयं दातव्यं देयम् एकमेव देयं कार्यं वध्यम् मारयितुं योग्यं तत्र वध्यशीलां प्रति गतवान् च अस्तु सन्ध्या भगिनी पठति वा अन्तिमभाग कर्करतः कर्कटकः कर्कटकः दूरदेव दूरात् एव दूरादेव दूरादेव शीलायां पतितानि अस्थीनि दृष्ट्वा पकस्य दूरालोचनम् ज्ञातवान् अतः सः स्वदन्तद्वयेन वकस्य कन्थम् अत्र ध्वदं दृढं दृढं गृहीतवान् वेदनया रोदनं कुर्वन् सः वञ्चकः बकः मृतः इति कथा कर्कटकः दूरात् एव अत्र सन्धिः अस्ति दूरादेव दूरात् अत्र पञ्चमे इति अस्ति दूरात् एव शिलायां पतितानि अस्थीनि दृष्ट्वा बकस्य दुरालोचनं ज्ञातवान् तर्हि किम् अभवत् कर्कटकः दृष्टवान् यत् यत्र गच्छति बकः तत्र अस्थि नाम किम् अस्थि अस्थि यत्र एतत् सर्वं शरीरस्य अन्तः यत् दूर दीर्घभागः अस्ति अस्ति अत्र अस्ति अस्ति अस्ति अस्ति अत्र अस्ति अवगच्छति वा चर्मं नास्ति अस्थि न बौन् बौन् तत्र कर्कटकः दूरात् एव शिलायां पतितानि अस्थीनि बहुवचनम् अस्ति अस्थीनि दृष्ट्वा बकस्य दूरालोचनां अत्र योजना या योजना आसीत् बकस्य तां योजनां ज्ञातवान् दूरालोचनं ज्ञातवान् अतः सः स्वदन्तद्वयेन ककटकस्य दन्तद्वयमस्ति दन्तद्वयेन हा दन्तद्वयेन बकस्य कण्ठं कण्ठः अत्र सन्धि सन्ध्यावगने हा कण्ठं दृढं शीघ्रं शीघ्रं न दृढम् इति बलेन बलेन दृढं गृहीतवान् वेदनया वेदना इति शिका विभक्तिः वेदनया अत्र सन्तोषेण उत्साहेन वेदनया वेदनया रोदनं कुर्वन् कुर्वन् नाम गच्छन् पश्यामि कुर्वन् चिन्तयामि कार्यं कुर्वन् चिन्तयामि एकस्मिन् समये रोदनं कुर्वन् सः वञ्चकः वञ्चकः बकः मृतः इति कथा न अस्तु प्रश्नः अस्ति वा कश्चन नो चेत् समापयामः आरोहणम् अहम् आरोहयामि नाम बालकः पठति माता पाठयति पठति पाठयति आरोहति आरोपयति आरोहति आरोपयति कर्कटकः बकः कटकर्कं कटकर्कं पृष्ठे आरोपयति आरोप्य इति सन्धिमा अरण्यप्रदेशे एकं सन्धिः मा सन्धिः बहुत्र भवितुमर्हति यत्र यत्र सन्धिः भवितुमर्हति तत्र तत्र वयं न कृतवन्तः अत्र न अत्र सरलकथा अस्ति सरला प्रारम्भिकस्तरीयकथा तर्हि सन्धिः न सन्धिः अनन्तरं भवति अस्तु समापयामः नमस्कारः